गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। शब्दः इति गुणः, श्रोत्रग्राह्यो गुणः, आकाशमात्रवृत्तिः, द्विविधः ध्वन्यात्मकः वर्णात्मकः इति। तत्र इन्द्रियाणां प्राप्यकारित्वम् इत्यत्र अस्माभिः किञ्चिदिव चिन्तितं। प्राप्यकारित्वम् इत्युक्ते सम्बन्धग्राहकत्वम् एव प्राप्यकारित्वम्। तर्हि सम्बन्धः, अपि च सम्बन्धः कयोः इति चेत्, इन्द्रियम् इन्द्रियमपि द्रव्यम् इति कृत्वा, इन्द्रियम् अपि च विषयः, तस्य विषयः, तयोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणम् इन्द्रियमेव करोति इति कृत्वा एव इन्द्रिय किं विषययोः मध्ये भेदः। घटः अस्ति, घटः अपि द्रव्यं, पार्थिवद्रव्यमस्ति, ग्राणेन्द्रियमपि पार्थिवद्रव्यमस्ति। तर्हि ग्राणेन्द्रियं घटः अनयोः मध्ये कः भेदः इति चेत्, ग्राणेन्द्रियेण एव सम्बन्धं ग्रहीतुं शक्यते, न तु घटेन इति तयोः मध्ये भेदः। अस्तु, अत्र गृहपाठः आसीत् वा? महोदय, त्रयः गृहपाठाः आसन्। अस्तु, तर्हि तस्मिन् विषये किञ्चित् चिन्तयामः। आकाशस्य स्नेहस्य च अनुमानवाक्यं लिखन्तु इति प्रेषितं, केनापि कृतं वा? मया किञ्चित् प्रयत्नं कृतं महोदय। अस्तु, वदतु। अस्तु महोदय, तत्र अहम् एवं चिन्तितवान्, शब्दः इति इन्द्रियग्राह्यगुणः अस्ति, सः पक्षः इति अहं स्वीकृतवान् महोदय। महोदय, किं तत्र वाक्यं वदतु प्रथमं, सीतामहानतम् इति तादृशं प्रथमं वाक्यं वदतु, तदनन्तरं तस्य प्रतिपादनं करोतु। अस्तु, तत्र इन्द्रियग्राह्यगुणः ग्राह्याश्रयद्रव्यनिष्ठः गुणत्वात् यथा तेजः इति अहं लिखितवान्, किञ्चित् यदा उदाहरणम् अस्माकं तत्र संयोगस्थले दृष्टं, तदाधारेण एव किञ्चित् लिखितवान्, किञ्चित् ब्रह्मात्मकः अपि भवितुमर्हति, तत्कारणेन किञ्चित् किं लिखितम् इति वदामि महोदय। प्रथमम् अत्र साध्यं किम्? साध्यम् इति अस्ति, आकाशः गुणाश्रयद्रव्यम् इति, गुणाश्रयद्रव्यम् आकाशः। एकनिमिषम्, अत्र भवतः अनुमानवाक्ये आकाशः इति पदमस्ति वा? न, गुणाश्रयद्रव्य गुणाश्रयद्रव्यमेव आकाशः इति अहं स्वीकृतं। गुणाश्रयद्रव्यम् इति वदति चेत् सर्वे द्रव्याः, सर्वाणि द्रव्याणि गुण आश्रयाणि खलु, किन्तु आकाशस्य निरूपणं करणीयम्। एवं शब्दस्य तदेव आकाश इति तस्मिन् तत्र स्थापयामश्चेत् तत्र शब्दरूपगुणः आकाशनिष्ठः गुणत्वात् यथा उष्णस्पर्शः, तदा आकाशः तत्र तस्य आधारः भवेत् इति अहं चिन्तितवान्। न, अत्र अनुमानवाक्ये पश्यतु, पर्वतो वह्निमान् धूमात् यथा महानसम् इत्यत्र पर्वतः इति पक्षः, धूमः इति हेतुः, वह्निः इति साध्यम्, यथा महानसम् इति उदाहरणम्। तर्हि प्रत्येकम् अनुमानवाक्ये पक्षः भवेत्, साध्यं भवेत्, साक्षात् भवेत्। आकाशः इति पदं भवेत् वाक्ये. अस्तु महोदय, तदा किमर्थम् एवं लिखितम् इत्युक्ते अस्माकं पुस्तके तत्र संयोगः नाशः इति न तत्र आधार किं तत्र भिन्नरीत्या लिखितं, किञ्चित् अब्स्ट्राक्ट् रीत्या लिखितवान् खलु, तादृशमेव अपि लिखितवान्. न न तत्रापि अत्र वाक्यं पुस्तके किं वाक्यं कस्य वाक्यस्य परामर्शः भवता क्रियते इदानीम् अत्र एकनिमिषं आश्रयजन्यनाशः आश्रयजन्यनाशः इति किञ्चित् अब्स्ट्राक्ट् एव अस्ति खलु, तत्र संयोगनाशः इति न लिखितम् आचार्येण. किन्तु तत्र प्रश्नः कः इति पश्यतु, अत्र संयोगनाशः तत्र तस्मिन् वाक्ये साध्यं किम् इति चेत् अस्तु एकनिमिषं तत्र पुटसङ्ख्या अस्ति 104 महोदय. 104 वा? वन् नाट् फोर् तत्र अस्तु अस्तु उपरि अस्ति. तत्र क्व दृष्टम् इति आसीत् खलु, इत्युक्ते आश्रयजन्यनाश गुणजन्यनाशः समानाधिकरणगुणजन्यः आश्रयनाशगुणजन्यनाशत्वात् पाकजरूपनाशवत् इत्यस्मिन् वाक्ये साध्यं किं, संयोगः साध्यं नास्ति. न न संयोगः नास्ति महोदय, साध्यम् अस्ति विभागः. हा सत्, किन्तु न अत्र अस्मिन् अनेन अनुमानवाक्येन विभागः न साधितः. विभागः विभागः न साधितः अनेन अनेन वाक्येन विभागः न साधितः. वस्तुतः अत्र प्रश्नः किम् आसीत् इति चेत् विभागः इति अतिरिक्तगुणः किमर्थम् अङ्गीकर्तव्यं, संयोगनाशः एव विभागः भवतु इति पूर्वपक्षे आक्षिपति. सत्यं. तर्हि तत्र आश्रयनाश अजन्यगुण नाशः क्व दृष्टम् इति प्रश्नः उदितः आसीत्. सत्यं. तर्हि तस्य निरूपणार्थम् इत्युक्ते विभागः यथा आश्रयनाश अजन्यगुणनाशः इत्यस्मिन् अनुवादवाक्ये साध्यं यदस्ति आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः इति साध्यमस्ति, आश्रयनाश अजन्यगुणनाशत्वात् इति हेतुः अस्ति, पाकजरूपनाशवत् इति उदाहरणमस्ति आश्रयनाश अजन्यगुणनाशः. तर्हि तद्वत् तत्र विभागः इति न निरूपितम्. अत्र आश्रयनाशजन्यः तत्र संयोगनाशः इति तदर्थं समानाधिकरणगुणान्तरम् आवश्यकम्, स गुण एव विभागः इति लिखितवान् महोदय तत्र आचार्येण लिखितमस्ति. सत्यम् सत्यं, किन्तु अनुमान अत्र विभागस्य अनुमानं न कृतम् अनेन वाक्येन, विभागस्य अनुमानः न कृतम्. एवं वा? अनेन अनेन अनेन अनुमानवाक्येन विभागस्य अनुमानं न कृतं. सर्वे पश्यन्तु समीचीनं, तर्हि इतोपि किञ्चित् चिन्तनं भवेत् अस्मिन् विषये. अत्र प्रश्नः कः, इदानीं सिद्धान्ती वदति विभागः इति गुणः संयोगनाश अतिरिक्तगुणः क्रियाजन्यः गुणः अङ्गीकर्तव्यः इति सः वदति. तर्हि तस्मिन् सन्दर्भे पूर्वपक्षी एकं प्रश्नं करोति, इत्युक्ते यस्मिन् आश्रये एकः गुणः अस्ति तस्मिन्नेव आश्रये विद्यमान अन्यस्य गुणस्य नाशं करोति इति भवान् वदति. विभागः कुत्र अस्ति? इदानीं घटभूतलयोः मध्ये संयोगः अस्ति, भूतलात् घटम् उन्नय्य अन्यत्र अहं स्थापयामि इति चिन्तयतु, तर्हि घटे विभागः जायते, विभागेन घटे विद्यमानसंयोगस्य नाशः भवति. तर्हि तादृशं यदा कदापि भवति वा इति सामान्यप्रश्नः करोति पूर्वपक्षी, क्व दृष्टम् इति. तस्य निरूपणार्थम् अत्र अनुमानवाक्यमस्ति. विभागः अनेन अनुमानवाक्येन न निरूपितम्. अस्तु महोदय. हा, तर्हि अत्र इदानीं मम गृहपाठः कः इति चेत् आकाशस्य अनुमानवाक्यं लेखनीयम्. तर्हि तत्र आकाशः इति साध्यं, शब्दः इति हेतु वा? अस्तु, न पक्ष शब्दः पक्षः नास्ति खलु. शब्दं स्वीकृ शब्दं श्रुत्वा एव तस्य किमपि द्रव्यम् आधारीभूत आश्रयद्रव्यं भवेत्. तदपि एकं वाक्यं तादृशमपि अहं लिखितवान्. तत्र पक्षः उपन्यासम् इति स्वीकृतवान्, तादृशं स्वीकुर्मः महोदय. कश्चन सन्दर्भः, कश्चन सन्दर्भः अस्ति, तत्र शब्दं शृणुमः, शब्दः हेतु भवति, साध्यम् आकाशः इति स्वीकुर्मः वा? न, अत्र इदानीं पक्षे के धर्माः भवेत्, यत्कोपि यत्किमपि पक्षम् इति स्वीकर्तुं किम् आवश्यकता अस्ति? तत्र पक्षे साध्यमपि भवतु, हेतु अपि भवतु. सत्यम्, उत्तमं. पक्षः साध्यवान् अपि भवेत्, हेतुमान् अपि भवेत् खलु? सत्यं. हा, तर्हि इदानीम् उपन्यासम् इति स्वीकरोति चेत् उपन्यासे शब्दः अस्ति, तर्हि उपन्यासं हेतुमान् अस्ति, किन्तु अत्र उपन्यासम् इति साध्यवान् वा? तत्र तत्र साध्यम् अपि तत्रापि अस्ति खलु महोदय. उपन्यासे आकाशः अस्ति इति कथं वा निरूपयति? उपन्यासे आकाशम् अस्ति इति वा? आकाशः एव साध्यं खलु. अस्तु, तदा पक्षः कथं स्वीकुर्मः? तदेव तद् उदाहरणमत्र किं लिखितं स्वीकृतं भवता? उपन्यासम् उदाहरणम् अस्ति, यथा तत्र अहं तेजः पृथिवी तत्र एवं स्वीकृतवान्. यदा तेजः अस्ति तत्र गुणः अस्ति. तत्र शब्दस्थले पक्षं स्वीकर्तुं किञ्चित् क्लेशः आसीत्. अहं कश्चन सन्दर्भं स्वीकृत्य पक्षः इति स्वीकृतवान्. अन्यत्र पृथिवी अस्ति, पृथिव्यां तत्र गुणः स्पष्टः अस्ति. एवं सर्वत्र तत्र पृथिवी तेजजलेषु तत्र गुणः अपि दृश्यते, तत्र आधारीभूतद्रव्यमपि दृश्यते इति कृत्वा उदाहरणं स्वीकृतवान्. हा, तर्हि तादृशमत्र इत्युक्ते पर्वतो वन्यमान् धूमात् यथा महानसं, महानसे धूमम् अपि प्रत्यक्षेन दृश्यते, अग्निः अपि प्रत्यक्षेन दृश्यते. सत्यम्. तर्हि तत्र साध्यमपि दृष्टं, हेतु अपि दृष्टम्. इदानीं पक्षे केवलं हेतुः एव दृश्यते. तर्हि तम् आधारीकृत्य, तं हेतुत्वेन स्वीकृत्य पक्षे तत्र पक्षे इदानीं साध्यमस्ति इति वक्तुं शक्यते. तर्हि पक्षः कीदृशं भवेत् इति चेत् हेतुमान् भवेत्, साध्यवान् अपि भवेत्, अपि च यत् साध्यं तत् साक्षात् वाक्ये भवेत्, यः हेतुः तदपि साक्षात् वाक्ये भवेत्. अस्तु, तर्हि किञ्चित् इतोपि प्रयत्नं करोतु. अन्यैः कृतं वा? महोदय, अत्र उदाहरणं करदाटनम् अस्ति चेत् अथवा खण्डः अस्ति खलु, तदस्ति चेत् समीचीनं वा अस्मिन् वाक्ये? करताडनम्, अस्तु स्वीकुर्मः. करताडनम् इति उदाहरणं स्वीकुर्मश्चेत् करताडने हेतुः अपि भवेत्, साध्यमपि भवेत्. हेतुः शब्दः, हेतुः शब्दः. यदि करताडनं कुर्मः शब्दः श्रूयते, तर्हि करताडने शब्दः अस्ति, हेतुः हेतुमान्, करताडनं हेतुमान् इति वक्तुं शक्यते. किन्तु साध्यवान् इति कथं वा वक्तुं शक्यते? आकाशेन एव अत्र शब्दम् उत्पादयति खलु, तदेव निरूपणीयं खलु. यदि आकाशेन शब्दः उत्पादयति इति प्रत्यक्षेन ज्ञायते, तर्हि किमर्थम् अनुमानस्य आवश्यकता. आकाशम् आकाशः येन केनापि इन्द्रियेण न गृह्यते. अतः एव आकाशस्य अनुमानं करणीयम्. आकाशः अनुमातव्यः. खण्ड अस्ति चेदपि तादृशमेव भवति. आमां सर्वत्र इत्युक्ते यथा महानसम् इति तत्र अस्मिन् सन्दर्भे न वक्तुं शक्यते. यथा महानसम् इत्यत्र साध्यमपि प्रत्यक्षेण दृश्यते, हेतुः अपि प्रत्यक्षेण दृश्यते. किन्तु आकाशः एकः एव, अतः अन्यत्र न द्रष्टुं शक्यते खलु. न, एकः एव आकाशस्य एकत्वं किमर्थं स्वीकृतम्? लाघवार्थं. न, किमर्थम् अत्र लाघवं स्वीकृतं? विभुत्वात्. विभुत्वं किमर्थं स्वीकृतम्? नित्यत्वेन. न, नित्यत्वं विभुत्वम् एकत्वं तत्रैव लाघवमस्ति. किन्तु लाघवम् इति किमर्थम् उत्तमम्. अनुमानेन आकाशः साधितः इति कृत्वा प्रत्यक्षेण न ज्ञातुं शक्यते आकाशः. यत्र यत्र यः कोऽपि यं किमपि द्रव्यम् अनुमानेन साध्यते, नो चेत् पदार्थः अनुमानेन साध्यते, तत्र सर्वत्र एकत्वं विभुत्वं नित्यत्वे एव लाघवमस्ति इति कृत्वा. तर्हि इदानीं तस्मात् यदि अनुमानेन आकाशः अस्ति इति अङ्गीकृतं, तदनन्तरम् आकाशस्य एकत्वं विभुत्वं नित्यत्वं तत्र लाघवमस्ति इति कृत्वा तादृशं स्वीकुर्मः. इदानीं कुत्र स्मः? आकाशः अनुमानेन साधनीयः अस्ति. तत्र वाक्यं किम्? अनुमानवाक्यं किम् इति प्रश्नः. यदि अनुमानेन आकाशः अस्ति इति अङ्गीकुर्मः, तदनन्तरं तस्य एकत्वे नित्यत्वे विभुत्वे क्लेशः नास्ति. तत्र व्यतिरेकदृष्टान्तेन वक्तव्यं भवति वा महोदय? तदा मयापि न प्रयतितम्, अहमपि न कृतवान्. अहं करोमि. अस्मिन् सप्ताहे किञ्चित् व्यस्तः आसीत् गते सप्ताहे. अस्मिन् सप्ताहे अहं करोमि, किन्तु सर्वैः अत्र प्रयत्नं करणीयमस्ति. किमर्थमित्युक्ते तदा एव अत्र क्लेशः कः गभीर. इतोपि अग्रे यदा अत्र पुनस्मारणं कृत्वा अग्रे गच्छेम, तदा प्रत्यक्षं कदा भवति, अनुमानं कदा भवति, कथं न कदा नास्ति, कथं भवति इत्यस्मिन् विषये एव पाठः अग्रे गच्छति. तर्हि किञ्चित् सिद्धतां तस्य सिद्धतां कर्तुं तादृशचिन्तनं कुर्मश्चेत् उत्तरं लभ्यते वा न वा इति प्रश्नः नास्ति अत्र, किन्तु चिन्तनं करणीयं. पक्षः इत्युक्ते किं? यस्मिन् साध्यमस्ति हेतुः अस्ति सः एव पक्षः. उदाहरणं किं? यस्मिन् साध्यमक्षि साध्यमस्ति हेतुः अपि तदेव उदाहरणम्. तर्हि कुत्रचित् व्यतिरेकदृष्टान्तः एव भवति, कुत्रचित् अन्वयदृष्टान्तः एव भवति, केवलान्वयी व्यतिरेकान्वयी इति. तादृशचिन्तनं कुर्मश्चेत् इत्युक्ते यत्र हेतुः पक्षे एव लभ्यते, अन्यत्र यत्र कुत्रापि न लभ्यते, तत्र साक्षात् अत्र व्यतिरेकदृष्टान्तमेव वक्तव्यं भवति. यन्नैवं तन्नैवम् इति. महोदय, अत्र एकम् उदाहरणमस्ति, अत्र पर्वते धूमः अस्ति अतः वह्नि अपि अस्ति यथा महानसि इति वयं दृष्टवन्तः, तदेव अनुमानप्रयोगः अस्ति. तत्र यदि आकाशस्य अनुमानं कुर्मः चेत् तत्र फ्लूट् इति अस्ति खलु, फ्लूट् इति अहं न जानीमः, बांसुरि अथवा फ्लूट्, तत्र शब्दः अस्ति अतः आकाशः अपि अस्ति यथा दूरदर्शने इति वक्तुं शक्नुमः. वाक्यं वदतु पुनः. मुरळी, फ्लूट् इत्युक्ते मुरळी इति स्वीकरोतु. मुरल्यां धूमः क्षम्यतां मुरल्यां शब्दः अस्ति अतः आकाशः अपि अस्ति यथा दूरदर्शने दूरदर्शने इति दूरदर्शनम् इत्युक्ते किं टी वि इति वा रेडियो अथवा हा रेडियो अथवा टी वि इति अहं मन्ये तत्रापि किन्तु तत्र यदा इदानीम् उदाहरणं ददति चेत् उदाहरणे अपि हेतुः भवेत् साध्यं भवेत् आम् आम् तर्हि इदानीं दूरदर्शने साध्यम् आकाशः अस्ति इति कथं ज्ञातम् आम् शब्दः अस्ति अतः न किन्तु तत्र उदाहरणे आकाशः साध्यम् अस्ति इति अनुमानेनैव ज्ञायते खलु तत्र भवेत् इति खलु हा तर्हि तद् उदाहरणं न भवितुमर्हति अस्तु अन्यत् किमपि ध्वनिजनकयन्त्रमस्ति खलु अस्माकं कृते म्यूसिक् इन्स्ट्रुमेण्ट् इति अस्ति हार्मोनियम् अथवा किमपि तत्र अपि आकाशः अस्ति अतः एव न आकाशः अस्ति इति कथं ज्ञायते उदाहरणे यः कोऽपि उदाहरणं स्वीकरोतु तस्मिन् उदाहरणे आकाशः साध्यम् अस्ति इति कथं ज्ञायते अत्र प्रमाणं किम् यदि प्रत्यक्षेण उदाहरणे अत्र महानसे इति उदाहरणे प्रत्यक्षेण अग्निः दृश्यते खलु साक्षात् प्रत्यक्षेण अग्निः तत्र दृश्यते प्रत्यक्षेण धूमः दृश्यते केवलं महानसे नास्ति अन्यत्र बहुत्र आम् आम् तर्हि तत् स्वीकृत्य व्याप्तिव्याख्यम् अस्माभिः उक्तम् यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयसहचारः यत्र यत्र धूमाभावः अन्य वह्नि अभावः तत्र तत्र धूमाभावः इति व्यतिरेकसहचारः उक्तम् आम् परन्तु तत्र वह्निः इति साध्यः अस्ति तत्तु इन्द्रियेण ग्रहीतुं शक्नुवन्तः शक्नोमि खलु परन्तु तत्र आकाशः इति किमपि इन्द्रियेण न ग्रहीतुं शक्नुमः तर्हि तस्य उदाहरणं कथं वदेम अस्तु अनुमानेन एव तस्य ग्रहणं भवति इदानीं भवान् आकाशस्य अनुमानवाक्ये कः क्लेशः इति भवता अवगतम् इदानीं समीचीनम् तर्हि अत्र किं वक्तव्यं यथा श्रीराममहोदयेन समीचीनतया उक्तं व्यतिरेकदृष्टान्तं वक्तव्यम् अस्तु अस्तु इत्युक्ते गन्धः पृथिव्याम् अस्ति पृथिवी गन्धवती गन्धः तु केवलं पृथिव्यामेव लभ्यते खलु अन्यत्र यत्र कुत्रापि न लभ्यते तथैव तत्र दृष्टान्तः वक्तव्यः चेत् किं वदामः इति चेत् यथा यन्नैवं तन्नैवं यथा जलम् इति यथा जले गन्धः नास्ति तथा पृथिव्यां गन्धः अस्ति इति भवति वाक्यम् अत्र अन्वयदृष्टान्तः न दातुं शक्यते किमर्थम् इत्युक्ते गन्धः तु केवलं पृथिव्याम् एव लभ्यते तर्हि तादृशसन्दर्भे यत्र हेतुः केवलं पक्षे एव लभ्यते इदानीं पक्षः कः पृथिवी हेतुः कः अत्र गन्धः तर्हि तत्र यत्र यत्र हेतुः केवलं पक्षे लभ्यते तत्र व्यतिरेकदृष्टान्तः एव वक्तव्यः यत्र शब्दः केवलम् आकाशे एव वर्तते कुत्रापि वर्तते एव तदेव उदाहरणम् अत्र द्रष्टव्यं हा तर्हि तादृशं तत्र अपि च अत्र वाक्यरचने इत्युक्ते अनुमानवाक्ये पक्षः भवेत् साध्यं भवेत् हेतुः भवेत् उदाहरणमपि भवेत् आम् आम् दृष्टान्तः चत्वारः अंशाः प्रत्येकम् अनुमानवाक्ये भवेत् साक्षात् भवेत् इत्युक्ते आकाशस्य निरूपणं कुर्मश्चेत् आकाशः इति पदं दृश्येत वाक्ये अस्तु चिन्तयन्तु अधिकमत्र इदानीम् अग्रे गच्छेम तर्हि चिन्तयन्तु अत्र आकाशस्य अनुमानवाक्यं स्नेहस्य अनुमानवाक्यं द्वयमपि लेखनीयम् अस्माभिः. महोदय अत्र कुत्रचित् अस्माकं पुस्तके आकाशस्य अनुमानं कथं कृतम् इत्युक्ते तत्र आधारीभूतः द्रव्यं स्यात् इति ग्रन्थकारेण लिखितम् इति अहं चिन्तयामि. तत्र अत्र अनुमानवाक्यं न दत्तं ग्रन्थकारेण. एवमेव इत्युक्ते शब्दः श्रूयते, तस्य आधारीभूतद्रव्यं किमपि भवेत्, स च द्रव्यम् इदानीं पृथिवी भवितुमर्हति वा, किं जलं भवितुमर्हति वा इति तादृशचिन्तनं कृत्वा अष्टद्रव्याणि न भवितुमर्हति इति निराकृत्य तर्हि नवमद्रव्यम् आकाशः इति किमपि भवेत् इति तादृशं स्वीकृतं. किन्तु अत्र अनुमानवाक्यं किम् इति न लिखितम्. अस्तु, अनुमानवाक्यं लेखनीयम् अस्ति. तर्हि तादृशप्रयत्नम् अस्माभिः क्रियते चेत् अनुमानं कथं कार्यं करोति इति समीचीनबोधः अस्माकं लभ्यते. तदा शब्दः गुणः तदा आधारीभूतद्रव्यम् आकाशः भवेत् इति समीचीन अनुमानं न भवति. न अतः एव मया उक्तं महोदय, अनुमानवाक्ये चत्वारः अंशाः भवेत् भवति तद् कृत्वा एव उक्तम्. अस्तु, पक्षः भवेत्, साध्यं भवेत्, हेतुः भवेत्, उदाहरणमपि भवेत्. अस्तु, अतः एव पर्वतो वन्यमान् धूमात् यथा महानसम् इति स्टाक् एक्साम्पल्. अनुमानवाक्यं कथं भवेत् इति चेत् एतादृशं भवेत्. अस्तु, चिन्तयन्तु इदानीं द्वितीय हा किमपि वक्तव्यं वा? व्यतिरेकदृष्टान्तस्य वाक्यं किं? तथैव यन्नैवं तन्नैवं यथा जलम् इति भवति. तत्र पक्षः किं, साध्यं किं, हेतुः किम् इति. न न, अत्र व्यतिरेकदृष्टान्तः किम् इति भवता उक्तं खलु, तस्य उत्तरं मया दत्तं. दृष्टान्ते साध्यं किम् इति तत्सर्वं नास्ति. इत्युक्ते अत्र पश्यतु, पर्वतः वह्निमान् धूमात् यथा महानसम्. अत्र पर्वतः इति पक्षः, वह्निमान् वह्निमान् इति पक्षे विद्यमानसाध्यं. तर्हि अत्र साध्यं किम् इति चेत् वह्निः इति साध्यं. धूमात् इति हेतुः, धूमः हेतुः. यथा महानसम् इति चतुर्थभागः यदस्ति तदेव दृष्टान्तः. एवम् अस्मिन् वाक्ये यः कोऽपि वाक्यं यत्किमपि वाक्यम् अस्माभिः रचयते तत्र यन्नैवं तन्नैवं तथा यथा जलम् इति चतुर्थभागः भवति. ओ, केवलं चतुर्थभागः तत्, यन्नैवं तन्नैवं तथा यथा जलम् इति चतुर्थभागः, केवलं चतुर्थभागः भवति. तदेव मम भ्रमः आसीत्. एतदेव कथं तत्र कुत्र पक्षः साध्यम् एतत् न दृश्यते, तर्हि कथम् अनुमानवाक्यं भवति? व्यतिरेकदृष्टान्तः केवलं दृष्टान्तः आसीत् तदेव. केवलं दृष्टान्तः तद्, किन्तु कीदृशदृष्टान्तः इति चेत् व्यतिरेकदृष्टान्तः. आमामां, तत्र यत्र अन्वयदृष्टान्तः भवति तत्र यथा महानसम् इति एव भवति. यत्र व्यतिरेकदृष्टान्तः भवति तत्र यन्नैवं तन्नैवं यथा जलम् इति भवति वाक्यम्. अत्र आङ्ग्लभाषायाम् वदामश्चेत् लैक् दिस् इति भवति व्यतिरेक अन्वयदृष्टान्ते, नाट् लैक् दिस् इति भवति व्यतिरेकदृष्टान्ते. वयं दृष्टवन्तः वह्निः उष्णः वह्नित्वात् सत्यं, तदेव सम्पूर्ण अनुमानम्. तर्हि तादृशवाक्यम् अत्र रचनीयम्. उत्तमम्. अत्र करपत्रे अस्माभिः पठितं खलु, तदेव पठितं. वह्निः उष्णवान्, वह्निः उष्णवान्, तत्र हेतुः किमासीत्? उष्णता. न, वह्नित्वात् इति वा उष्णत्वात् इति वा? वह्निः उष्णः, वह्नित्वात्. हा, समीचीनम्. अत्र पश्यतु, वह्निः उष्णः वह्नित्वात् यन्नैवं तन्नैवं यथा जलम्। अत्र पक्षः कः? वह्निः। वह्निः उष्णः, वह्नौ एव उष्णः दृश्यते। तर्हि इदानीं साध्यं किम्? उष्णः। हेतुः कः? वह्नित्वात्। पक्षः एव अत्र हेतुः अपि भवति। तर्हि तादृशवाक्यम् अत्र लेखनीयम्, तादृशवाक्यं स्नेहस्य विषये, आकाशस्य विषये लेखनीयम्। अस्तु, सर्वे चिन्तयन्तु, अग्रे गच्छेम। इदानीं द्वितीयगृहपाठः अस्ति, पार्थिवविषये इन्द्रियशरीरेषु भेदः कः इति चिन्तयन्तु। तर्हि तस्मिन् विषये कोऽपि वदति वा? इन्द्रियं स्वस्य ग्राह्यं न कर्तुं शक्यते। स्वस्य इत्युक्ते किम्? इन्द्रियस्य, स्वस्य। तर्हि चक्षुरिन्द्रिय यदि अस्ति तर्हि तत् चक्षुरिन्द्रियम् अस्ति इति तस्य ग्राह्यं न कर् तस्य ग्राहकः न भवति, तस्य ग्रहणं न करोति, तस्य ग्राहकः अपि न भवति। सत्यं। तर्हि इन्द्रियं शरीरः भिन्नः, इन्द्रियं यत् इन्द्रियं दृश्यते तस्य अपि भिन्नः, इन्द्रियं शरीरं न। एकनिमिषं, तदेव निरूपणीयं खलु? इत्युक्ते भवान् किम् उक्तवान्? इन्द्रियं स्वस्य ग्रहणं न करोति इति उक्तवान्, शरीरमपि स्वस्य ग्रहणं न करोति, घटः अपि स्वस्य ग्रहणं न करोति। हा, परन्तु वयं यत्किमपि पार्थिवद्रव्यं ग्रह चक्षुः ग्रह्यते तर्हि गृह्यते तर्हि तत् पार्थिवग्रह्यं चक्षुः न बुद्धं। चक्षुः इन्द्रियमस्ति। सत्यम्। इन्द्रियं स्वस्य ग्रहणं न कर्तुं शक्यते। किन्तु तत्रैव एकनिमिषं, तत्रैव मम प्रश्नः, इन्द्रियं स्वस्य ग्रहणं न कर्तुं शक्यते इति सत्यं, किन्तु विषयः अपि स्वस्य ग्रहणं न करोति, शरीरमपि स्वस्य ग्रहणं न करोति। तर्हि तयोः मध्ये साम्यमेव अस्ति, भेदः न निरूपितः। न इन्द्रियं पार्थिव पदार्थमध्ये भिन्नः, तदेव इन्द्रियं विषयं न इति एवम् अहं तत्र वदामि। अस्तु, तत्र हेतुः कः? यदि इन्द्रियं स्वस्य ग्रहणं न करोति इति हेतुत्वेन वदति तर्हि विषयमपि स्वस्य ग्रहणं न करोति खलु? यत् हेतुत्वेन वदति तत्र भेदः साधनीयः भवति। इत्युक्ते इदानीं घटः अस्ति, नीलघटः अस्ति इति चिन्तयति, नीलपटः अस्ति इति चिन्तयतु, द्वयोः द्रव्ययोः नीलरूपमस्ति, तर्हि घटे नीलरूपमस्ति इति कृत्वा पटात् भिद्यते इति न वक्तुं शक्यते खलु? पटः अपि पटे अपि नीलरूपमस्ति, साम्यमस्ति। तर्हि नीलम् इति रूपं भेदनार्थं भेदं कर्तुं अत्र हेतुत्वेन न कार्यं करोति, किन्तु तादृशं भवान् वदति, स्वस्य ग्रहणं न करोति इति वदति। न इन्द्रियः यदि स्वस्य ग्रहणं न कर्तुं शक्यते, यदि आङ्ग्लेन वदामि महोदय, दि इन्द्रिय केनाट् it cannot grasp itself, the okay. Indriya cannot, and the indriya sees other objects, so I am able to see the pot, so it is clear that the indriya is not the pot. No, but there only I am saying, don't make the first sentence. The first sentence if you make, the indriya cannot see itself, if you say, the pot also cannot see itself. So don't make that sentence, because there is samana dharmata. The pot also cannot see itself, indriya can also not see itself. Then I will say the indriyam is equal to pot, on the basis that both cannot see each other. No, but the pot cannot see the indriya. That is also there, right? So indriya is doing its job of seeing. So therefore, don't make the first statement. First statement is useless. Okay. Say only the second statement. Ta punah vadatu idani. Mahade, aham ekam vadami va. Ha ha, vadatu. Atra aham manye indriyam indriyani tu सम्बद्धग्राहकत्वं तेषाम् अस्ति, शरीरे तु सम्बद्धग्राहकत्वं नास्ति. हा, शरीरे सम्बन्धग्राहकत्वं नास्ति, इन्द्रिये सम्बन्धग्राहकत्वम् अस्ति. अस्तु, समीचीनं. तर्हि इदानीं कयोः मध्ये सम्बन्धः? द्रव्य अपि च गुण इत्यनयोः मध्ये समवायसम्बन्धः अस्ति, तत् इन्द्रियेण एव ग्रहीतुं शक्नुमः. अत्र इति वा गुडः अपि च माधुर्यम् इत्यस्ति. गुडे माधुर्यमस्ति, तस्य ग्रहणं रसनेन्द्रियेण एव भवति, शरीरे तु न भवितुं शक्नोति. शरीरेण तस्य ग्रहणं न कर्तुं शक्नुमः. इत्युक्ते यदि हस्ते अहं गुडः स्वीकरोमि चेत् तस्य माधुर्य यत् अस्ति तेषां गुडे यः माधुर्यम् अस्ति तस्य ग्रहणं न भवितुं शक्नोति. केवलं यदा रसनेन्द्रियेण गुडस्य संयोगः भवति तदा एव तस्मिन् यः माधुर्यमस्ति तस्य ग्रहणं भवति. हा, तर्हि इदानीं महोदय अत्र अन्तिमवाक्यं यद् भवता उक्तं तदेव समीचीनवाक्यम्. इदानीं भवता किमुक्तम्? इन्द्रियेण रसनेन्द्रियेण सह यदा माधुर्यस्य संयोगः भवति इति उक्तवान् खलु? आमाम्, सत्यं. तर्हि कयोः मध्ये सम्बन्धः इत्युक्ते इन्द्रियेण सह स्वस्य सम्बन्धस्य स्वस्मिन् विद्यमानसम्बन्धस्य स्वं ग्रहणं करोति इति. इत्युक्ते भिन्नभिन्न वस्तु द्वयं यदस्ति तयोः मध्ये सम्बन्धः यदस्ति तस्य ग्रहणं इन्द्रियं करोति इति वदामश्चेत् क्लेशः भवति. हस्ते माधुर्यमस्ति, हस्ते हस्तं तु शरीरमस्ति, हस्तः शरीरस्य एकः भागः, तत्र मधुरमस्ति चेत् तयोः मध्ये इदानीं सम्बन्धः अस्ति, तस्य ग्रहणं रसनेन्द्रियेण इदानीं भवेत्, किन्तु तादृशं नास्ति खलु? नास्ति. तर्हि अत्र विषयः यदस्ति, विषय द्रव्ययोः मध्ये विषय इन्द्रिययोः मध्ये यः सम्बन्धः अस्ति तस्य ग्रहणम् इन्द्रियेण क्रियते. तादृशसामर्थ्यम् इन्द्रिये अस्ति, सम्बन्धग्राहकत्वम् इन्द्रिये अस्ति, किन्तु तादृशसामर्थ्यं मधुरे विषये नास्ति, शरीरे अपि नास्ति. महोदय, मम प्रश्नः अस्ति, अत्र रसनेन्द्रियेण केवलं गुणग्राहकत्वमेव अस्ति खलु, तदा द्रव्यग्राहकत्वं नास्ति, तदा गुणेन संयुक्तः इति कथं वा रसेन्द्रियं ग्रहीतुं शक्यते? केवलं अत्र अत्र कस्य ग्रहणम् इति चेत् गुणग्रहणमेव खलु. गुणग्रहणं करोति तु तद् इन्द्रियेण कर्तुं शक्यते. तु इन्द्रियेण तत्र घुटस्य संयोगः जातः इति कथं वा इन्द्रियेण ज्ञातुं शक्यते? इन्द्रियेण गुडः ज्ञातः, रसनेन्द्रियेण गुडः ज्ञातः इति मया न उक्तं खलु, मधुरं ज्ञातम् इति मया उक्तं खलु. तत्र केवलं गुणस्य ग्राहकत्वमेव अस्ति खलु, एव किन्तु तत्र अस्तु, इदानीं भवानेव वदतु, गुडे विद्यमानं मधुरं रसनेन्द्रियेण कथं केन सम्बन्धेन ज्ञायते? तत्र स्वसंयुक्त समवायसम्बन्धेन समवेतसम्बन्धेन इत्युक्ते अत्र वस्तुतः स्वसंयुक्तत्वसम्बन्धेन ज्ञायते खलु स्वसंयुक्तत्व स्वसंयुक्तत्वसम्बन्धेन न तत्र गुडः रसनेन्द्रियेण संयुक्तः अस्ति सत्यं तद् तस्मिन् तस्मिन् विद्यमान तस्मिन् समवेतम् अस्ति मधुरं सत्यं तर्हि यदा गुडरसनेन्द्रियोः मध्ये संयोगः जायते तदा तस्मिन् यत् समवेतमस्ति तस्य ज्ञानं भवत्येव सत्यं तर्हि परम्परासम्बन्धः कः इति चेत् अत्र स्वसंयुक्तत्वसम्बन्धेन रसनेन्द्रियं माधुर्यं गुडे समवेतं यत् माधुर्यं तस्य ज्ञानं गृह्यते तद् आगच्छामि महोदय तु सम्बन्धस्य ग्राहकत्वं कथं भवति तदा इदानीं तत्र चक्षुः पुस्तकं पश्यति चक्षुरिन्द्रियेण पुस्तकं पश्यामश्चेत् तत्र चक्षुरिन्द्रियं पुस्तकं प्रति गत्वा तत्र संयुक्तः भवति तस्य ग्राहत्वं स्वीकुर्मः इदानीं तत्र इदानीं गुडस्य विषये यदा जिह्वा इन्द्रियम् अथवा रसनेन्द्रियं संयुक्तः भवति तत्र केवलं मधुरस्य एव ग्राहकत्वं भवति खलु तत्र संयोगस्य कथं वा ग्राहकत्वं भवति सम्बन्धः उक्तः खलु तु इन्द्रियेण गृह्यते इति तत्र सम्बन्धः अस्ति तु तत्र इन्द्रियेण केवलं रसनेन्द्रियेण गृह्यते इति कथं वा वक्तुं शक्नुमः किमर्थं न वक्तुं शक्नुमः इदानीं यदा गुडः इदानीं मम चक्षुन् निमील्य अहं कोऽपि मम जिह्वायां स्थापयति चेत् गुडः महोदय एकनिमिषम् अत्र मया किम् उक्तं मधुरं गृह्यते रसनेन्द्रियेण इति एव उक्तं गुडः गृह्यते इति यदि अहं वदामि तदा एव एषः प्रश्नः करणीयः सम्बन्धः तद् न उक्तं खलु द्रव्यस्य सम्बन्धः नास्ति गुणस्य सम्बन्धः इति वदति वा न द्रव्यस्य सम्बन्धः अस्ति किन्तु तस्य ग्रहणं कर्तुं सामर्थ्यं नास्ति तावदेव सम्बन्धः तु अस्ति यदि गुडेन सह रसनेन्द्रियस्य सम्बन्धः न भवति तर्हि कथं वा गुडे विद्यमानमधुररसं रसनेन्द्रियेण गृह्यते तदवगच्छं महोदय तर्हि अत्र सम्बन्धः अस्ति किन्तु द्रव्यस्य द्रव्येन सह यः सम्बन्धः अस्ति तस्य ग्रहणं न करोति किन्तु द्रव्येन सह यः सम्बन्धः अस्ति तस्मादुपरि यत् समवेतमस्ति तत्र गुणः अस्ति तस्य सम्बन्धं स्वीकरोति सत्यं अस्तु अस्तु तर्हि उत्तमं तर्हि इन्द्रियस्य इदानीं त्रयः विषयाः सन्ति अस्माकं पुरतः ययो येषु येषां मध्ये भेदः साधनीयः इदानीम् इन्द्रिये सम्बन्धग्राहकत्वम् इति धर्मः अस्ति यः धर्मः विषये नास्ति शरीरे अपि नास्ति केवलम् इन्द्रिये एव सम्बन्धग्राहकत्वम् अस्ति विषये सम्बन्धग्राहकत्वं नास्ति शरीरे अपि सम्बन्धग्राहकत्वं नास्ति अतः इन्द्रियं विषयात् शरीराच्च भिन्नम् इति वक्तुं शक्नुमः समीचीनं तर्हि इदानीं विषयशरीरे शरीरयोः मध्ये कः भेदः विषय शरीरयोः मध्ये कः भेदः द्वयोः सम्बन्ध अग्राहकत्वम् अस्ति हा वदतु महोदय अत्र मम चिन्तनं समीचीनम् आगच्छामि. इदानीम् अहं चिन्तयामि विषयेषु तत्र मनः इन्द्रियाणि न भवति, शरीरे एव इन्द्रियाणि मनः इन्द्रियाणि भवति. तत् सामान्यचिन्तनमेव अस्ति. तादृशं समीचीनम् तर्हि किं समीचीनचिन्तनमेव. तर्हि अत्र विषये किं नास्ति यत् शरीरे अस्ति? इन्द्रियाणि सन्ति, आत्मा अपि अस्ति. आत्मा अस्ति, तन्त्रम् इन्द्रियाणि सन्ति. तु विषये विषये अत्र विषये यदा कश्चन पुरुषः अस्ति चेत् तस्मिन् अपि तत्र भवितुमर्हति खलु, इन्द्रियाणि अपि च आत्मा. अत्र आत्माविषये न चिन्तयतु, आत्माविषये न चिन्तयतु. इत्युक्ते आत्मा शरीरे अस्ति इति कथं वदति? तत् तत्र विभुः अस्ति आत्मा. हा खलु, इदानीं न्यायमते वयं स्मः. विभुः अस्ति आत्मा. विभुः अस्ति, तर्हि आत्मा शरीरे अस्ति इति न वक्तुं शक्यते. आत्मा शरीरे उपलभ्यते, सत्यम् इति अस्ति, किन्तु वर्तते इति न. भवतु, तर्हि आत्मा त्यजतु. अत्र आत्मा सर्वत्र अस्ति. यदि आत्मा यत्र शरीरः अस्ति तत्र आत्मा अपि अस्ति इति चेत्, यत्र विषयः अस्ति तत्रापि आत्मा अस्ति. तर्हि आत्मा स्वीकृत्य तयोः मध्ये भेदः न साधयितुं शक्यते. अस्तु, रमेश् महोदय वदतु. आं महोदय, यत्र मनः गन्तुं शक्यते तत्र तत् शरीरं न गन्तुं शक्यते इत्युक्ते किम्? यत्र मनः गच्छति, मनः यत्र यत्र गच्छति तत् शरीरम्, यत्र यत्र इन्द्रियग्राहकम् इन्द्रियमस्ति खलु, तस्य यत् इन्द्रियं गृह्यते तत् मनः अपि, मनः अपि तस्य तत् विषयं मनः मनः अपि गृह्यते. तर्हि यत्र यत्र मनः गच्छति तत्र तत्र सर्वत्र शरीरम् इति वक्तुं शक्यते. गच्छति समीचीनं, किन्तु गच्छति अत्र गम् दातुम् अनुक्त्वा भवति अस्ति इति वदामः चेत्, यत्र मनः अस्ति तत् शरीरम्. परन्तु मनः परमाणु अस्ति खलु, तर्हि सर्वत्र भवति इति न वक्तुं शक्यते. तेन कारणेन अहं गच्छति इति वदामि. अस्तु, इत्युक्ते अत्र केवलं किं किमर्थं केवलं मनः एव स्वीकृतः, अन्यानि इन्द्रियाणि विषयेषु भवति वा? न बुद्धं महोदय, पुनः एकवारं. अन्यानि इन्द्रियाणि, मनं विहाय पञ्च इन्द्रियाणि सन्ति खलु, तानि इन्द्रियाणि विषयेषु भवति वा भवन्ति वा? न भवति खलु, न भवति. तर्हि इन्द्रियवान् शरीरम् इति वदामश्चेत् समीचीनं भवति वा? आं महोदय, आं महोदय, मनः अपि इन्द्रियमेव. हा भवतु, इत्युक्ते मनः अपि इन्द्रियम्, अन्यानि इन्द्रियाणि अपि सन्ति. तर्हि केवलं शरीरस्य लक्षणम् एतादृशं कुर्मश्चेत् इन्द्रियवान् शरीरम् इति वदामश्चेत् अतिव्याप्तिः भवति वा अन्यत्र यत्र कुत्रापि? इन्द्रियं तु इन्द्रियवान् न भवति, विषयः विषये तु इन्द्रियं नास्ति. तर्हि यदि इन्द्रियवान् शरीरम् इति लक्षणं कुर्मः, केवलं शरीरे एव लक्षणं पतति खलु. हा, तर्हि शरीरस्य लक्षणम् एवं कुर्मश्चेत् इन्द्रियवान् शरीरम्, शरीरं वा शरीरः वा, शरीरम् इति नपुंसकलिङ्गपदं वा? शरीरं शरीरं शरीरमेव खलु नपुंसकलिङ्गम्. अस्तु, इन्द्रियवा इन्द्रियवत्, तर्हि इन्द्रियवत् इति भवेत्, इन्द्रियवत् शरीरम् इति शरीरस्य लक्षणं कुर्मश्चेत् केवलं शरीरे एव पतति लक्षणम्, अन्यत्र यत्र कुत्रापि अतिव्याप्तिः वा अव्याप्तिः वा न भवति इति एकं. सम्बन्धग्राहकत्वम् इन्द्रियस्य लक्षणं, सम्बन्धग्राहकवान् ग्राहकः इन्द्रियम् सम्बन्धग्राहकम् इन्द्रियम् इति इन्द्रियस्य लक्षणं कुर्मश्चेत् केवलम् इन्द्रिये एव लक्षणं पतति, विषये न पतति, शरीरे अपि न भवति पतति. तर्हि विषयस्य लक्षणं किं वदामः? एवम् यस्मिन् विषयिता अस्ति इति विषयः. यस्मिन् विषयिता, तर्हि विषयिता न तादृशं न भवति खलु. इदानीं मम शरीरं चक्षुषा गृह्यते, तर्हि शरीरे विषयिता अस्ति. शरीरं विषयितासम्बन्धेन अयं शरीरम् इति ज्ञाने अस्ति, तर्हि तत् स्वीकृत्य न वक्तुं शक्नुमः. सत्यम्. इन्द्रियवान् इन्द्रियवत् शरीरम् इति एकं लक्षणं. सम्बन्धग्राहकम् इन्द्रियम् इति सम्बन्धस्य इन्द्रियस्य लक्षणम्. एवं विषयस्य लक्षणं किं भवति? यत् इन्द्रियं नास्ति, यत् शरीरं नास्ति, तत् विषयः. उत्तमम् इति अपि वक्तुं शक्यते. यथा निमित्तकारणमुक्तं खलु, यद् समवायिकारणम् असमवायिकारणं नास्ति तद् निमित्तकारणम् इति यथा उक्तं, तथा अनिन्द्रिय अशरीरं विषयः इति वदामश्चेत् समीचीनं भवति. किन्तु अत्र तु लक्षणं न उक्तम् इत्युक्ते शेषत्वेन अन्यत् सर्वं विषयमिति स्वीकृतं, किन्तु लक्षणं भावरूपेण लक्षणं वदामश्चेत् किं वक्तव्यम्? अत्र चिन्तयन्तु, सम्बन्धग्राह्यः इति न वक्तुं शक्नुमः. इति अपि वक्तुं शक्यते, इन्द्रियरहितवान्. किन्तु इन्द्रियरहितवान् विषयः इति वदति चेत् अन्यत्र अन्य अतिव्याप्तिः भवति वा इति चिन्तनीयं. तदपि इन्द्रियमपि इन्द्रियरहितवान् खलु, रहितवान् अस्ति. न महोदय, अहं चिन्तयामि यस्य इन्द्रियेण ग्रहणं भवितुं शक्नोति तदेव विषयः. हा, तर्हि अत्र ग्राहक इत्यस्मिन् स्थाने ग्राह्यम् इति पदं मया स्थापितम्. हा, इन्द्रियग्राह्यं यत् अस्ति तत् इत्युक्ते इन्द्रियग्राह्यं विषयः. विषयः महोदय, परन्तु चक्षुषा मम हस्तं, हस्तस्य ग्रहणं भवति, तर्हि हस्तं शरीरं वा न वा? तदपि शरीरस्य भागः एव. तर्हि यदि किन्तु यदि इदानीं यदि तादृशं वदति, तर्हि इदानीं हस्तः विषयः वा न वा? हस्तस्य ज्ञानं भवति खलु. तर्हि शरीरविषयः भिन्नम् इति न वक्तुं शक्यते, तत् समीचीनं वा? न, इत्युक्ते इदानीं मया किं कृतं, विषयस्य लक्षणं कृतं, विषयस्य शरीरमपि विषये विषयम् अस्ति इति कृत्वा यदि एतादृशं स्थापयामः शरीरविषयस्य लक्षणं, तर्हि समीचीनं भवति खलु. नो चेत् शरीरे अति अव्याप्तिः भवति. किन्तु भेदः इदानीम् इन्द्रियवत् शरीरम् इति स्वीकृत्य विषयेन सह तस्य भेदः साधितः. इन्द्रियवत् शरीरम् इति उक्त्वा विषयात् भिद्यते, अत्र हेतुः कः इति चेत् इन्द्रियवत्वात्. इति भवति हेतुः. शरीरः विषयात् भिद्यते इन्द्रियवत्वात् इति वदामश्चेत् तर्हि अत्र इन्द्रियवत्त्वं शरीरे एव अस्ति न तु विषये इति कृत्वा तत् साधितं. किन्तु विषयस्य लक्षणं किम् इति चेत् अत्र किमुक्तम्? इन्द्रियग्राह्यत्वम् इति. हा, इन्द्रियग्राह्यत्वम् इति वदामश्चेत् शरीरः अपि इन्द्रियमेव खलु. क्षम्यतां, शरीरमपि विषयः एव खलु. इन्द्रियस्य विषयं भवितुमर्हति, तर्हि तत्र अधिव्याप्तिः न भवति. समीचीनम्. अत्र वयमेव केवलम् अत्र उच्चैः चिन्तनं कुर्वन्तः स्मः. इत्युक्ते यद् अस्माभिः उक्तं तत् समीचीनं वा प्रामाणिकं वा इति चेत् नास्ति, अत्र प्रमाणं किमपि नास्ति. एतत् सर्वं पुस्तकात् बहिः स्वयचिन्तनं कुर्वन्तः स्मः वयम्. किन्तु तादृशचिन्तनं कुर्मश्चेत् समीचीनबोधः भवति. अस्तु, तर्हि अग्रे गच्छेम. इन्द्रियग्राह्यत्वम् इन्द्रियरहितत्वम् इति द्वयमपि योजयामः. किं वदतु, वाक्यं वदतु. इन्द्रियग्राह्यत्वम् इन्द्रियरहितत्वम् इति अपि स्वीकुर्मः वा? इन्द्रियग्राह्यत्वे सति इन्द्रियरहितत्वं, तत्र शरीरस्य अव्याप्तिः भवति इति उक्तवान् खलु. सत्यं. हा, इन्द्रियग्राह्यत्वमेव. इत्युक्ते विषयेषु इन्द्रियं शरीरम् अन्तर्भूतमस्ति, किन्तु यत् इत्युक्ते अत्र व्याप्यव्यापकभावः वक्तव्यं चेत् यद्यत् शरीरं यत् शरीरं तत् विषयः अस्ति, किन्तु यद् विषयः तत् शरीरं नास्ति. तद् नास्ति, सत्यं. तर्हि विषयत्वं व्यापकम् अस्ति, शरीरत्वं व्याप्यमस्ति. व्याप्यमस्ति. यत्र यत्र विषयत्वमस्ति यत्र यत्र शरीरत्वमस्ति तत्र सर्वत्र विषयत्वमपि अस्ति, किन्तु यत्र यत्र विषयत्वमस्ति तत्र तत्र शरीरत्वम् इति न वक्तुं शक्नुमः. नास्ति इति कृत्वा किञ्चित् भिन्नरीत्या अत्र चिन्तनीयं, तावदेव. अस्तु, समीचीनम्. तर्हि इदानीम् अस्माकम् अत्र चिन्तनमस्ति खलु, तस्मिन् प्रति गच्छेम. तर्हि प्राप्यकारित्वम् इति उक्तम्. इदानीं प्रश्नः अस्ति, शब्दप्रत्यक्षं कथं भवति इति. कः वदति? स्वामिमहोदय वक्तुं प्रयत्नं करोति वा? स्वामिमहोदय, म्यूट् मध्ये अस्ति भवान्. अस्तु, वर्षा भगिनी प्रयत्नं करोति वा? हां महोदय, अत्र श्रोत्रेन्द्रियं कथं शब्द शब्दस्य ग्रहणं करोति इति इत्यस्य कारणं नैयायिकाः शब्दज शब्दम् इति एक कल्पितं शब्दः. किमर्थम् अत्र किमर्थं शब्दज शब्दः इति कल्पनीयम्? हा, श्रोत्रेन्द्रियं शब्दं प्रति गन्तुं न शक्नोति. शब्दम् अपि श्रोत्रेन्द्रियं तु भिन्नस्थले अस्ति, मुखपार्श्वे एव मुख अवच्छेदः एव शब्दस्य जननं भवति. अतः तयोः मध्ये किञ्चित् दूरं भवति. अतः श्रोत्रेन्द्रियं कीदृशद्रव्यमस्ति? श्रोत्रेन्द्रियम् आकाशेन्द्रियमस्ति. हा, कति आकाशाः सन्ति? एकमेव. तर्हि अपि च आकाशः विभुः आकाशः क्रियावान् न अस्ति अतः क्रिया न भवितुम् अर्हति आकाशे अतः श्रोत्रेन्द्रिय अपि क्रिया न भवितुम् अर्हति किल हा इति वक्तव्यम् इत्युक्ते श्रोत्रेन्द्रियं किम् इति चेत् आकाशः एव श्रोत्रेन्द्रियम् आकाशः एकः विभुः इति कृत्वा श्रोत्रेन्द्रियं यत्र कुत्रापि न गन्तुं शक्यते इति इत्युक्ते शब्दः यत्र अस्ति श्रोत्रेन्द्रियं यत्र अस्ति तयोः मध्ये दूरमस्ति इति न वक्तव्यम् अत्र हा श्रोत्रेन्द्रियं किम् इति चेत् आकाशः स्वयम् आकाशः एव श्रोत्रेन्द्रियम् इति भेदः अस्ति अत्र पश्यन्तु चक्षुरिन्द्रियं घ्राणेन्द्रियं रसनेन्द्रियं त्वगिन्द्रियं तत्र त्वगिन्द्रिययोः मध्ये भेदः अस्ति इत्युक्ते तत्सर्वं जायते अनित्यमपि अतः एव तत्र शरीरविषये इन्द्रियभेदात् अनित्यवायुः भिद्यते इति उक्तम् किन्तु आकाशे एतादृशं किमपि न उक्तम् एकमेव आकाशः अनुमानेन साध्यते इति कृत्वा अस्तु तर्हि इदानीम् अस्माभिः किं निरूपितं श्रोत्रेन्द्रियं शब्दं प्रति न गन्तुं शक्यते इति उक्तं किन्तु तत्र तादृशमपि चिन्तनं करणीयं वा इत्युक्ते श्रोत्रेन्द्रियम् आकाशः एव खलु विभुः अस्ति श्रोत्रेन्द्रियं तर्हि किमर्थम् अत्र गन्तव्यम् इति चिन्तनमेव शब्दः यत्र अस्ति सम्बन्धं भवेत् इन्द्रियेण च विषयेण सः मध्ये सम्बन्धं भवेत् तत् सम्बन्धग्राहकनिरूपणार्थमेव तद् गन्तव्यम् एकनिमिषं शब्दः कुत्र अस्ति शब्दः मुख अवच्छेद आकाशे अस्ति न शब्दः सामान्यतया कुत्र अस्ति आकाशे अस्ति श्रोत्रेन्द्रियं स्वयम् आकाशीयमस्ति तर्हि इदानीं शब्दः कुत्र अस्ति श्रोत्रेन्द्रिये अस्ति न महोदय श्रोत्रेन्द्रियः भिन्न श्रोत्रेन्द्रियं आकाशे सति अपि द्वयोः मध्ये यत्कोपि दूरेण वदति चेत् तत् सर्वं वयं श्रोतुं न शक्यते अतः सम्बन्धं भवेत् शब्दस्य अपि च श्रोत्रेन्द्रियस्य मध्ये सम्बन्धं न अस्ति चेत् तस्य ग्रहणं कथं भवति अस्तु तदेव उक्तं भगिनि श्रोत्रेन्द्रियम् आकाशीयम् आकाशः कति एकमेव शब्दः कुत्र अस्ति आकाशे अस्ति तर्हि किमर्थम् अन्यत्र यत्र कुत्रापि जायमानशब्दस्य श्रोत्रेन्द्रियं ग्रहीतुं तत्र कः क्लेशः सम्बन्धः तु अस्ति समवायसम्बन्धेन शब्दः आकाशे अस्ति श्रोत्रेन्द्रियं स्वयम् आकाशीयमस्ति आं महोदय परन्तु वयं सर्वं न श्रोतुं शक्यते हा तस्य कारणं किम् किमर्थं यद्यपि श्रोत्रेन्द्रियं स्वयम् आकाशीयम् आकाशः एव श्रोत्रेन्द्रियं शब्दः आकाशे वर्तते किमर्थं श्रोत्रेन्द्रियेण तद् न ग्रहीतुं शक्यते सर्वे शब्दाः श्रोत्रेन्द्रिये सह सम्बन्धः न वर्तते अतः एव न वर्तते इति भवती वदति किन्तु किमर्थं न भवति श्रोत्रेन्द्रियम् आकाशीयम् इत्युक्ते श्रोत्रेन्द्रियम् इत्युक्ते आकाशः शब्दः कुत्र अस्ति आकाशे अस्ति आकाशः एकः वा अनेकः वा एकः एव आकाशः एकस्मिन् आकाशे शब्दः अस्ति चेत् श्रोत्रेन्द्रियं स्वयम् आकाशमस्ति चेत् किमर्थं तस्य ग्रहणं भवति सम्बन्धः अस्ति खलु आं महोदय, परन्तु लोके तदेव दृश्यते किल महोदय, तस्य कारणं तु दूरमेव वक्तुं शक्यते। अस्तु, अत्र अन्येषां चिन्तनं किं? प्रथमं तद् निरूपणीयं, किमर्थं यद्यपि आकाशः श्रोत्रेन्द्रियम् अस्ति, शब्दः समवायसम्बन्धेन आकाशे वर्तते, किमर्थं प्रथमं ग्रहणं न भवति इति प्रथमं वक्तव्यम्। अस्तु, श्रीराममहोदय वदति वा? तत्र श्रोत्रेन्द्रियं परिच्छिन्न आकाशः अस्ति महोदय, यद्यपि आकाशः अस्ति, यथा घटे विद्यमान आकाशः परिच्छिन्न अस्ति, तादृशं कर्णशुष्कुल्या परिच्छिन्न अस्ति इति कृत्वा तत्र सर्वेषां शब्दानां ग्रहणं तेन न गृह्यते इति अहं चिन्तयामि। समीचीनं वा? परिच्छिन्न आकाशः अस्ति, विशिष्टः अस्ति, यथा यद्यपि घटे अपि आकाशः अस्ति, बहिः अपि आकाशः अस्ति, तु घटेन अविच्छिन्न अस्ति, तत्र विशिष्टः अस्ति आकाशः। तर्हि उपाधिकृतभेदः इति वक्तव्यम्। उपाधिः अस्ति, उपाधिकृत यथा कालः अपि एकः अस्ति, किन्तु उपाधिकृतभेदः अस्ति काले इति कृत्वा तत्र पूर्वकालम्, अतीतः, भविष्यत्कालं, वर्तमानकालम् इति यथा उपाधिं स्वीकृत्य यत्र समानक्रिया जायते सा क्रिया उपाधित्वेन स्वीकृत्य कालस्य भेदः यथा क्रियते तथा अत्र कर्णशष्कुली यदस्ति तद् कर्णशष्कुली उपाधित्वेन स्वीकृत्य आकाशयोः मध्ये भेदः कृतः। तर्हि यद्यपि श्रोत्रेन्द्रियम् आकाशः, स्वयम् आकाशः, किन्तु सर्वत्र विद्यमान आकाशः श्रोत्रेन्द्रियं नास्ति, उपाधिकृत श्रोत्रेन्द्रियं, उपाधिकृत भेदः आकाशः, भिन्न आकाशः, भेदः नास्ति, उपाधिकृतभिन्न आकाशः यदस्ति तदेव, तस्य नाम एव श्रोत्रेन्द्रियम् इति प्रथमम् अवगन्तव्यम्। अस्तु, तर्हि इदानीम् उपाधित्वेन श्रोत्रेन्द्रियेषु भेदः साधितः, यद्यपि आकाशः एकः, श्रोत्रेन्द्रियं स्वयम् आकाशीयम् अस्ति, तथापि अत्र कर्णशष्कुली उपाधित्वेन स्वीकृत्य इदानीं श्रोत्रेन्द्रियाणि बहूनि इति अस्माभिः साधितानि। अस्तु, तर्हि इदानीं यस्मिन् अत्र श्रोत्रेन्द्रियम् इत्युक्ते किम्? यत्र कर्णशष्कुली अस्ति, कर्णशष्कुली अवच्छिन्ननभः एव श्रोत्रेन्द्रियम् इति कृत्वा तत्र देशः आगतः, तर्हि तस्मिन् देशे शब्दः न उत्पादितः, तस्मिन् देशे शब्दः न उत्पादितः, यद्यपि शब्दः आकाशे वर्तते तथापि स च शब्दः अस्मिन् देशे न उत्पादितः इति कृत्वा तयोः मध्ये तत्र इदानीं किम् अत्र अन्यस्मिन् देशे जायमानशब्दः अस्मिन् देशे विद्यमानश्रोत्रेन्द्रियेण न गृह्यते इति प्रथमं क्लेशः कः इति निरूपितम्। अस्तु, तर्हि इदानीं श्रोत्रेन्द्रियेण किमर्थं श्रोत्रेन्द्रियं यद्यपि आकाशीयं तथापि श्रोत्रेन्द्रियेण किमर्थम् अन्यत्र जायमानशब्दः न गृहीतः इति अस्माभिः उक्तम्। अस्तु, तर्हि इदानीम् अग्रे वक्तव्यम्। अस्तु वर्षा भगिनी, इदानीम् अग्रे वदतु भगिनि। अतः एव कल्पितः अस्ति शब्दः इति, मुखावच्छिन्न आकाशे यदा शब्दः जनयति तत् शब्दः एव द्वितीयशब्दस्य कारणं भवति, दशेषु दिक्षु शब्दानि दशसु दिक्षु शब्दानि प्रवर्तते पुनः शब्दाः प्रवर्तते पुनः प्रवर्तन्ते पुनः एकवारं शब्दाः एतादृश दशसु दिक्षु दिक्षु शब्दाः प्रवर्तन्ते एतादृशरूपेण कर्णशष्कुलीपर्यन्तं यत् शब्दाः गच्छन्ति ते एव श्रोतुं शक्यते. उत्तमं. तर्हि शब्दजशब्दः इति प्रक्रिया कल्पितः अस्ति नैयायिकैः. मुखावच्छिन्न नभे यः शब्दः जायते तेन शब्देन दशसु दिक्षु नूतनशब्दाः जायन्ते. पुनः शब्दजशब्देन पुनः नूतनशब्दः जायते. तर्हि एतादृशं जनित्वा जनित्वा अन्ततो गत्वा कर्णशष्कुली अवच्छिन्ननभं प्रति आगच्छति शब्दः. श्रोत्रेन्द्रियं तु यत्र अस्ति तत्रैव तिष्ठति, किन्तु कर्णशष्कुली नभं प्रति आगच्छति. तर्हि कर्णशष्कुली अवच्छिन्ननभौ, नभः इत्युक्ते आकाशः, कर्णशष्कुली अवच्छिन्न आकाशे शब्दजशब्दः उत्पद्यते. शब्दः तु समवायसम्बन्धेन अस्ति एव इति कृत्वा तस्य सम्बन्धस्य ग्रहणं करोति श्रोत्रेन्द्रियं, तेन शब्दस्य ग्रहणं भवति. अस्तु, तर्हि अत्र इतोपि एकः प्रश्नः उदेति. स्व अधिकरणे सदाचीयगुणजनकत्वं क्व दृष्टम्? प्रथमम् अस्य वाक्यस्य विवरणं करोति वा? स्व अधिकरणे सजातीयगुणजनकत्वम् इत्युक्ते किम्? सत्यभामा भगिनी प्रयत्नं करोति वा? महोदय, स्व अधिकरणे इत्युक्ते यत्र आकाशः इति भवति अधिकरणं शब्दस्य, तस्मिन्नेव अधिकरणे पुनः पुनः शब्दम् उत्पादयति, तद् श्रोतुः श्रोत्रं प्रति यः शब्दः आगतः शब्दान्तरेण इति भवति. अत्र स्व अधिकरणे सजातीयगुणजनकत्वम् इति वाक्यमस्ति खलु? आम्. अत्र स्वम् इत्युक्ते किं, स्व इत्युक्ते किम्? इत्युक्ते शब्दः. उत्तमं. शब्द अधिकरणे शब्द अधिकरणं किम्? आकाशः. उत्तमं. सजातीयगुणजनकत्वं, सजातीयगुणः कः? शब्दः. हा, किमर्थं शब्दशब्दः सजातीयम् इति वदामः? एकवारं यः श्रोतुः यः वक्तुः यः शब्दम् उच्चारयति. भगिनि, अत्र मम प्रश्नस्य उत्तरम् एकमेव पदं दातव्यम्, अत्र सजातीकः, सजातीका इति वक्तव्यं. शब्दः इति जातिः नास्ति, शब्दः इति गुणः. वर्णः इति भवति जाति, शब्दे विद्यमानजातिः कः? का शब्दत्वं. हा, शब्दे शब्दत्वमस्ति, शब्दजशब्दे अपि शब्दत्वमस्ति खलु? आम् अस्ति. तर्हि सजातीयमस्ति शब्दः, शब्दजशब्दः द्वयमपि सजातीयौ. द्वयोः अपि शब्दत्वम् इति जातिः वर्तते इति कृत्वा. तर्हि पूर्वपक्षी पृच्छति, भवान् एतादृशकल्पना कृता, भवता एतादृशकल्पना कृता इत्युक्ते शब्देन शब्दः जायते, किन्तु तादृशं स्व अधिकरणे सजातीयगुणजनकत्वम् अन्यत्र यत्र कुत्रापि दृष्टं वा? नो चेत् कथं वा यत् भवान् वदति इति पूर्वपक्षः पूर्वपक्षी आक्षिपति. तर्हि इदानीं भवत्या वक्तव्यं क्व दृष्टम् इति वक्तव्यं. तत्र अन्यत्र स्व अधिकरणे सजातीयगुणजनकत्वं कुत्र दृष्टम्? करताडनं अत्रापि अधिकरणं समानमेव. इदानीं शब्दः त्यक्तव्यम्. शब्दः एव निरूपणीयः खलु. शब्देन शब्दः जायते इति निरूपणीयं. तर्हि पुनः तत्र शब्दः एव स्वीकृत्य न निरूपयितुं शक्यते. अन्यत् यत्किमपि स्वीकर्तव्यं. पुस्तके दत्तमस्ति. एकत्वं तिक्तम् हा उत्तमं. तर्हि निरूपयतु स्व अधिकरणे सजातीयगुणजनकत्वम् एकत्वे अस्ति इति निरूपयतु. कपालसंयोगेन यदा खडं जनयति इदानीं घटे प्रथमं घटे एकत्वं भवति. इदानीं कपाले द्वितीयघटं यदा जनयति तस्मिन् घटे तदादित्वम् अपि भवति. अतः समान अधिकरणमस्ति कपालः तयोः. न न, किमर्थं कपालः स्वीकरोति? घटे विद्यमान एकत्वं कपाले अस्ति वा? नास्ति, घटे एव अस्ति. अतः समान अधिकरणं घटः भवति. तर्हि अत्र अत्र कपालस्य विषये किमपि चिन्तनं न कार्यम्. अस्तु, प्रथमं भवती वदतु द्वित्वं घटे कदा जायते? अस्माकं विवक्षा यत्र भवति. उत्तमं. यदा अपेक्षाबुद्धिः जायते, मम पुरतः कति घटाः सन्ति इति यदा अपेक्षाबुद्धिः जायते, तदा यदा अहं गणनं करोमि तदा घटेषु द्वित्वादिकं जायते. अस्तु, तर्हि द्वित्वादि घटे जायमानद्वित्वं प्रति किं कारणम्? संख्या इति जाति, संख्यात्वं. न न, एकत्वम्. एकनिमिषम्. अत्र द्वित्वं घटे जायमानद्वित्वं प्रति किं कारणम्? अस्माकं विवक्षा इति खलु. न, विवक्षाबुद्धिः इति उक्तं. केवलं विवक्षाबुद्धिः अस्ति चेत् द्वित्वं भवति वा? नास्ति, घटः एव कारणं. घटः समवायिकारणम्. असमवायिकारणं किम्? द्वित्वं. द्वित्वमेव कार्यं. कारणं किम् इति अहं पृच्छन्नस्मि. एकत्वम् इति खलु. एकत्वं. घटे विद्यमान एकत्वं घटे जायमानद्वित्वं प्रति असमवायिकारणं. घटः समवायिकारणम्, एकत्वम् असमवायिकारणम्, अस्माकम् अपेक्षाबुद्धिः निमित्तकारणम्. अस्तु, तर्हि इदानीं निरूपयतु स्व अधिकरणे सजातीयगुणजनकत्वम् एकत्वे अस्ति. अत्र स्वम् इत्युक्ते किम्? द्वित्वं भवति वा? न न भगिनि, अत्र प्रश्नः कः? स्व अधिकरणे एकनिमिषं शृणोतु. एकनिमिषं शृणोतु. स्व अधिकरणे सजातीयगुणजनकत्वं क्व दृष्टम् इति प्रश्नः कृतः खलु पूर्वपक्षिणा. तस्य उत्तरत्वेन अहं वदामि, सिद्धान्ति वदामि, एकत्वे दृष्टम् इति. तर्हि इदानीं स्व अधिकरणे सजातीयगुणजनकत्वं एकत्वे अस्ति. तर्हि इदानीं निरूपयतु इति. अत्र स्व अधिकरणे सजातीयगुणजनकत्वम् एकत्वे अस्ति. अत्र स्वम् इत्युक्ते किम्? एकत्वं. सत्यं. स्व अधिकरणं किम्? खडः. उत्तमं. घटे स्व अधिकरणे इत्युक्ते घटे सजातीयगुणं किम्? स्वजातीयगुणं सङ्ख्यात्वं न न गुणः कः अत्र किं जायते पुनः द्वित्वमेव खलु द्वित्वं सजातीयगुणः द्वित्वं तर्हि एकत्वे द्वित्वे सजाती का जाति इति सङ्ख्यत्वं भवति वा गुणत्वं गुणत्वं भवति वा सङ्ख्या इति गुणं भवति सङ्ख्यात्वं गुणत्वम् इति न वक्तव्यं यद्यपि गुणत्वम् अस्ति अत्र सङ्ख्यात्वम् अस्ति खलु सङ्ख्यात्वं सङ्ख्यात्वम् इति जातिः एकत्वे अपि अस्ति द्वित्वे अपि अस्ति इति कृत्वा एकत्वे स्व अधिकरणे सजातीयगुणजनकत्वम् अस्ति तर्हि यथा एकत्वे सजाती स्व अधिकरणे सजातीयगुणजनकत्वम् अस्ति तथा शब्दः अपि शब्दे अपि स्व अधिकरणे सजातीयगुणजनकत्वम् अस्ति तेन धर्मेण शब्दशब्दः क्रियते इति वक्तव्यम् उत्तमं बुद्धं खलु भगिनि महोदय अस्तु अस्तु अग्रे गच्छेम इदानीं किञ्चित् समयः अस्ति तर्हि बुद्धिः तस्मिन् विषये बुद्धेः लक्षणं किं मेहुल् महोदय वदति वा आं महोदय सर्वव्यवहारहेतुर्गुणः ज्ञानं बुद्धिः इति लक्षणवाक्यमस्ति तर्हि लक्षणवाक्यं प्रतिपादयतु आम् तत्र सर्वव्यवहारहेतुगुणः इति एव एक एव पदमस्ति एक एव दलमस्ति अपि च न तर्हि तत्र द्वयं गुणद्वयं दलद्वयमस्ति सर्वव्यवहारहेतुत्वम् अपि च गुणत्वम् इति सर्वव्यवहारहेतुः इत्यस्य अर्थः कः इति प्रथमं वयं ज्ञातव्यं तर्हि तत्र सर्वव्यवहाराः इति कर्मधारयसमासः अस्ति तेन तस्य अर्थः कः इत्युक्ते सर्वे ये व्यवहाराः सन्ति तेषां ग्रहणम् अत्र भवति सर्वस्य विषये व्यवहारः यद् वयं कुर्मः तत् अत्र तस्य अर्थः तत् अर्थः अत्र न स्वीकर्तव्यं परन्तु सर्वे ये व्यवहाराः सन्ति तेषामेव ग्रहणं भवति अतः सर्वे व्यवहारहेतुः इति प्रथमं तर्हि विग्रहवाक्यं वदतु सर्वे ये व्यवहाराः इति एव विग्रहवाक्यं खलु सर्वे ये व्यवहाराः सर्वव्यवहाराः इति कर्मधारयः अस्तु तदनन्तरं हेतुः इति योजयतु सर्वव्यवहाराः सर्वव्यवहारस्य हेतुः नो चेत् सर्वव्यवहाराणां हेतुः सर्वव्यवहाराणां सम्यक् षष्ठीतत्पुरुषः सर्वव्यवहाराणां हेतुः सर्वव्यवहारहेतुः तस्य धर्मः सर्वव्यवहारहेतुत्वम् उत्तमं तर्हि सर्वव्यवहारहेतुत्वम् इति एकमेव दलं स्वीकुर्मश्चेत् कुत्र अतिव्याप्तिः भवति सर्वव्यवहारहेतुत्वं ज्ञानं बुद्धिः इति अस्ति तर्हि कुत्र भवति ज्ञानस्य कारणत्वम् अस्ति सर्वव्यवहारहेतुत्वं न जानामि महोदय अस्तु अन्येषां चिन्तनं किम् किमर्थमत्र गुणः इति दलं योजनीयं तत्र मनः अपि भवितुमर्हति निरूपयतु कथं तत्र व्यवहारार्थं ज्ञानं प्रथमं तत्र ज्ञानं भवतु, तदनन्तरमेव व्यवहारं कर्तुं शक्नुमः. न अत्र व्यवहारः सर्वव्यवहारः. व्यवहारः इति पदस्य अर्थः कः? ज्ञानजनकशब्दप्रयोगः शब्दप्रयोगः. तर्हि व्यवहारेण ज्ञानं जायते खलु? भवान् किम् उक्तवान्? ज्ञानमस्ति व्यवहारः कर्तुं शक्यते इति विपरीतरीत्या उक्तवान्. व्यवहारार्थम् अपि ज्ञानम् आवश्यकं तादृशं न वदामि. नास्ति नास्ति, अत्र व्यवहारः इति पारिभाषिकशब्दः अस्ति खलु, ज्ञानजनकशब्दप्रयोगः इति. तत्र इन्द्रियं किं भवान् मनः इति उक्तवान्? मनः, मनसि अतिव्याप्तिः भवति इति चेत् कथम् इति वक्तव्यम्? तत्र इन् इन् इन् अस्तु महोदय, इन्द्रियेण इन्द्रिये कस्य किञ्चन इन्द्रिये तत्र अतिव्याप्तिः भवति. श्रोत्रियम् इन्द्रियं विना तत्र न व्यवहारं कर्तुं शक्नुमः. न अत्र अत्र व्यवहारमिति इदानीं सामान्य अर्थं स्वीकृत्य भवान् वदति, तादृशं न वदतु. अत्र व्यवहारः इति पारिभाषिकशब्दः अस्ति. व्यवहारेण ज्ञानं जायते, न तु ज्ञानेन व्यवहारं जायते. हेतुत्वं मनसि अस्ति वा इति चिन्तव्यं. हा, यदि मनः इति वदति सर्वव्यवहारहेतुत्वं मनसि अस्ति वा इति चिन्तनीयम्. अस्ति चेत् निरूपणीयं, मम मम पक्षमस्ति नास्ति इति. किन्तु अन्यत्र अतिव्याप्तिः भवति, यदि गुणः इति न वदामः तर्हि अतिव्याप्तिः भवत्येव. समीचीनं, वदतु. न न, कालः तु साधारणकारणमस्ति सर्वस्य. आत्मा अस्ति खलु? आत्मा, आत्मा इति अहं मन्ये तत्र इच्छा भवति. सर्वव्यवहारहेतुत्वं तत्र अस्ति, परन्तु इच्छा इच्छा इति मा वदतु, इच्छा इति मा वदतु. सर्वव्यवहारहेतुत्वम् आत्मनि अस्ति. आत्मनि इच्छा अस्ति इति कृत्वा नास्ति, साक्षात् आत्मा. इदानीं घटः नास्ति चेत् घट अभावः भवितुमर्हति वा? न भवितुमर्हति. तर्हि घटः घटः अपि घट अभावं प्रति कारणमस्ति खलु? इति यथा तथा बुद्धिः, अत्र ज्ञानं कुत्र जायते? आत्मनि जायते खलु. तर्हि सर्वव्यवहारहेतुः आत्मापि, सर्वव्यवहारहेतुत्वम् आत्मनि अस्ति. तर्हि यदि गुणः इति पदं न योजयामः आत्मनि अतिव्याप्तिः भवति. इत्युक्ते सर्वव्यवहारव्यवहारहेतुत्वम् अपि च गुणत्वम् इति ज्ञाने अस्ति, परन्तु ज्ञानमपि आत्मनि अस्ति. अत्र ज्ञानमित्युक्ते बुद्धिः, बुद्धिः ज्ञानमिति पर्यायपदम्. आमां पर्यायपदं, तर्हि बुद्धिः आत्मनि अस्ति खलु, अतः सर्वव्यवहार सत्यं. किन्तु सर्वव्यवहारहेतुः आत्मा अपि, आत्मा विना किमपि, सर्वे ये व्यवहाराः तस्य हेतुः आत्मा अपि अस्ति. महोदय, शब्दप्रयोगस्य एव हेतु खलु महोदय? तदेव तत्र अहं चिन्तयामि, षड् सामान्यकारणानि सन्ति इति कुत्रचित् पठितं खलु, मनः, आत्मा, कालः अपि इति. इदानीं चत्वारि एव स्मरामि, मनः, आत्मकालः, दिक्क, ते सामान्यकारणानि भवन्ति, तेषु अतिव्याप्ति भवति इति अहं चिन्तयामि. अस्तु, तर्हि भवता किं कर्तव्यम्? अस्य वर्गस्य गृहपाठः एवं भवति, यथा ज्ञानजनकशब्दप्रयोगः इत्यत्र चित्रं स्थापितं खलु, इत्युक्ते अतीतादिव्यवहारहेतुः कालः इत्यत्र ज्ञानजनकशब्दप्रयोगः इति कृत्वा तत्र अतीतः घटः अतीतः इति वाक्यम् इति शब्दं श्रुत्वा ज्ञानं जायते, तर्हि घटे प्रकारता अस्ति न घटे विषयता अस्ति विशेष्यता अस्ति अतीतत्वे प्रकारता अस्ति घटनिष्ठविषयि विषयितानिरूपित अतीतत्वनिष्ठप्रकारतानिरूपितज्ञाननिष्ठजन्यतानिरूपितजनकताश्रय इति तादृशं लिखितमस्ति खलु, तादृशम् अत्रापि लिखन्तु सर्वव्यवहारहेतुः गुणः इति चित्रम् अत्र स्थापयन्तु, तर्हि इतोपि समीचीनबोधः जायते, तदेव कर्तव्यं, तदेव गृहपाठः अस्य वर्गस्य, बुद्धं खलु गृहपाठः कः इति, यदि सन्देहः अस्ति तत्र कालरक्षणे चित्रं यदस्ति तादृशम् अत्र स्थापयतु, तर्हि समीचीनबोधः जायते। अस्तु, समयः जातः, अत्र स्थगयामः। सर्वेभ्यो नमस्कारः, धन्यवादाश्च। नमस्कारः महोदय।